नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरविरिष्यन्तः त्वनयोस्तत्त्वदा शिवः अविनाशी तु तद्विद्धि येन सर्वमिदं ततम् विनाशावयस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्ता इमे देहा नित्यसुप्ता शरीरिणः अनाशीनो प्रमेयस्य तस्माद्युत्थस्य भारत येनं वेत्ति हन्तारम् यश्चैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा कदाचित् नाम् भूत्वा भविता वानभूयः अजो नित्यम् शाश्वतयम् पुराणो न हन्यते हन्यमाने शरीरे वेदविनाशिनम् नित्यम् येनामजमाव्ययम् कथम् स पुरुषः पार्थ कमाता यदि हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहि नैनम् छिन्दन्ति शस्त्राणि नैनम् दहति पावकः न चैनम् क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्यो यमदायोऽयम् अक्लेद्यो शोष्य एव च नित्यः सर्वगतस्ताणु अचालोऽयम् सनातनः अव्यक्तोऽयमचिन्त्योऽयम् अविकार्योऽयमुच्यते तस्मादेवम् विदित्वेनम् नानु शोचितुमर्हसि अथ चैनम् नित्यजातम् नित्यम् वा मन्यसे मृतम् तथापि त्वम् महाबाहो नैनम् शोचितुमर्हसि जातस्य हि द्रिवो मृत्युः द्रिवम् जन्मामृतस्य च तस्मादपरिहार्येऽर्थे न त्वम् शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तानि धनान्येव तत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदति तथैव चान्याः आश्चर्यवच्चैनमन्या शृणोति श्रुत्वाप्येनम् वेद न चैव कश्चित् देहि नित्यामवद्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचितुमर्हसि स्वधर्ममपि चावेक्ष न विकम्पितुमर्हसि धर्मादियुक्ताशेयोऽन्यत् क्षत्रियस्य न विद्यते यदृच्छया चोपपन्नम् स्वर्गद्वारामवावृतम् सुखी न क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अथ चित्तमिमम् धर्मम् सङ्ग्रामम् न करिष्यसि ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवक्ष्यसि अकीर्तिम् चापि भूतानि कथयिष्यन्ति ते भयाम् सम्भवितस्य च कीर्तिः मरणादतिरिच्यते भयाद्रणादुपरतम् मंक्षन्ते त्वम् महारथः येषाम् च त्वम् बहुमतो भूत्वा यास्यसि राघवम् अवाच्य पादांश बहून् वदिष्यन्ति तवाहितः निन्दन्तस्तव सामर्थ्यम् ततो दुःखतरम् नु किम् अतो वा प्राप्स्यसि स्वर्गम् जित्वा वा मोक्ष्यसे महीम् तस् तस्माद्दुतिश्च कौन्तेय युद्धाय कृतनिश्चयः सुखदुःखे समीकृत्वा लाभलाभो जया जयो ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि एषा के विहिता साङ्ख्ये बुद्धिर्योगे त्विमं शृणु बुद्ध्वा युक्त्वा यया पार्थ कर्मबन्धं प्रहास्यसि।